पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 26 भीष्म उवाच दीर्घायुरारोग्यकुलादिवृद्धिभिर्युक्तः पुमान्नृपकुलान्वितः स्याद् मुहुर्मुहुर्जन्मनियेन सम्यक् व्रतं समाचक्ष्व च सीतरश्मेः पुलस्त्य उवाच त्वया पृष्टमिदं सम्यगक्षयस्वर्गकारकं रहस्यं तु प्रवक्ष्यामि यत्पुराणविदो विदुः रोहिणीचन्द्रशयनं नामव्रतमिहोच्यते तस्मिन्नारायणस्यार्चामर्चयेदिन्दूनामभिः यदा सोमदिने शुक्ला भवेत् पञ्चदशी क्वचिद् अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते तदा स्नानं नरकुर्यात् पञ्चगव्येन सर्षपैः आप्यायस्वेति च जपेद्विद्वानष्टशतं पुनः शूद्रोऽपि परया भक्त्या पाषण्डालापवर्जितः सोमाय शान्ताय नमोऽस्तु पादा वनन्तधाम्नेति च जानुजङ्घे ऊरुद्वयं चापि जलोदराय सम्पूजयेन्मेढ्रमनङ्कधाम्ने नमो नमः कामसुखप्रदाय कटिशशाङ्कस्य सदार्चनीयः तथोदरं चाप्य मृदोदराय नाभिशशाङ्काय नमोऽभिपूज्य नमोऽस्तु चन्द्राय मुखं च नित्यं दन्ताद्विजानामधिपाय पूज्याः आस्यं नमः चन्द्रमसेऽभिपूज्यमोष्टौ दु कौमोदवनप्रियाय नासाचनाधाय वरौषधीनामानन्दबीजाय पुनर्ब्रुवौ च नेत्रत्वयं पद्मनिभं तथें दोरिन्दीवरव्यासकराय शौरेः नमः समस्ताध्वरपूजिताय कर्णद्वयं दैत्यनिषूदनाय ललाडमिन्दोरुदधिप्रियाय केशासुषुम्नाधिपदे प्रपूज्याः शिरःशशाङ्काय नमो मुरारेर्विश्वेश्वरायाध नमः किरीटम् पद्मप्रिये रोहिणीनामलक्ष्मी सौभाग्य सौख्यामृतसागराय दैवीं च सम्पूज्य सुगन्धिपुष्पैर्नैवेद्यधूपादिभिरिन्दुपत्नीं सुक्त्वादु भूमौ पुनरुद्धितो यस्नात्वा च विप्राय हविष्यभुक्तः देयप्रभादे सहिरण्यवारिकुम्भो नमः पापविनाशनाय सम्प्राश्य गोमूत्रममांसमन्नमक्षारमष्टावध विंशतिं ग्रासां शस्त्रीन् सर्पियुधानुपोष्य भुक्त्वेदिहासम् शृणुयान्मुहूर्तं कदम्बनीलोल्पलकेदकानि जादिसरोजं शतपत्रिका च अम्लानपुष्पाण्यध सिन्धु वारं पुष्पं पुनर्भारदमल्लिकायाः शुक्लं च पुष्पं करवीरपुष्पं श्रीचम्पकम् चन्द्रमस्ये प्रदेयं श्रावणादिषु मासेषु क्रमादेतानि सर्वदा यस्मिन्मासे व्रतादि स्यात् तत्पुष्पैरर्चयेद्धरिम् एवं संवत्सरं यावदुपोष्य विधिवन्नरः वृतां ते शयनं दद्यात् शयनोपस्करान्वितं रोहिणीचन्द्रमिथुनं कारयित्वा तु काञ्चनं चन्द्रषडङ्गुलकार्यो रोहिणी चतुरङ्गुला मुक्ताफलाष्टकयुधां सिदनेत्रसमन्वितं क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्विदां दध्यान्मन्त्रेण पूर्वाह्ने शालीक्षु फलसंयुतां स्वेदामध सुवर्णास्यां रौप्यखुरसमन्वितां सवस्त्रभाजनं धेनुं तथा शङ्खं च भाजनं भूषणैर्द्विजदाम्पत्यमलङ्कृत्य गुणान्वितम् चन्द्रोऽयं विप्ररूपेण सभार्य इति कल्पयेद् यथा ते रोहिणी कृष्णशयनं न त्यजेदपि सोमरूपस्य वैदत्वन् न मे भेदो विभूतिभिः यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि चन्द्र दृढास्तु मे इति संसारभीदस्य मुक्तिकामस्य चानक रूपारोग्ययुषा मे दद्विधायकमनुत्तमम् इदमेव पितॄणां च सर्वदा वल्लभं नृप त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयं चन्द्रलोकमवाप्नोति पुनरावृत्तिदुर्लभं नारीवारोहिणी चन्द्रशयनं या समाचरेत् सापि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम् इति पठति शृणोति वा य इद्धं मधुमथनार्चनमिन्दुकीर्तनेन मदिमपि च ददाति सोऽपि शौरेर्भवनगधः परिपूज्यते मरौखैः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे रोहिणी चन्द्रशयनव्रतं नाम षड्विंशोऽध्यायः ॐ